अद्यतनविषयः भवति कार्यकारणभावः इति. पुनः कार्यकारणभावस्य विषये किञ्चित् चर्चयामः. तत्र विशेषतया द्वितीयम् असमवायीकारणम् इत्यस्य विषये अपि चर्चा भविष्यति. तन्निमित्तम् एकं करपत्रम् अस्ति, सर्वेषां पुरतः उद्घाटितं स्यात् इति चिन्तयामि. तस्मात् पठामः अद्य. राजेन्द्रमहोदय आरब्धुमिच्छति वा? आं भगिनि, करोमि. कार्यकारणभावः च द्वितीयम् असमवायीकारणं. कार्यकारणभावस्य कथनावसरे लक्ष्यं किम्? एकस्मिन् अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यम्. कुत्रचित् द्वयोः कार्यकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति, पुनः कुत्रचित् एकस्य साक्षात् एकस्य परम्परया. किन्तु यत्र कार्यकारणभावः आनुभविक तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः. अस्मिन् विषये अत्र चिन्तनं भविष्यति. प्रश्नः अस्ति, कार्यकारणभावस्य यदा वदामः तत्र तस्य लक्षणं किं? कुत्रचित् एकस्मिन् अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् अस्ति. कार्यस्य अधिकरणं किमपि अस्ति, कारणस्य अधिकरणमपि किम् अस्ति, परन्तु तत् तेन सम्बन्धविषये यदा वदामः तत् समान अधिकरणं इच्छामः. इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यम्. कार्यकारणं यथा करणम् अस्ति, तत् केन सम्बन्धेन सः समान अधिकरणं तत्र भविष्यति. कुत्रचित् द्वयोः कार्यकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति. कुत्रचित् तु साक्षात् द्रष्टुं शक्नुमः कार्यकारणभावः साक्षात् समानधिकरणम्. अस्तु, अत्र एकम् उदाहरणं ददाति वा? कार्यकारणभावस्थले समानाधिकरण्यम् अपेक्षितं. कयोः समानाधिकरण्यम्? कार्यस्य एवं कारणस्य च समानाधिकरणं भवति. यथा घटनिर्माणं भवति, घटनिर्माणसमये घटः कपाले अस्ति, कपालद्वयसंयोगः अपि कपाले अस्ति, तत् समानाधिकरणम् अस्ति. बहु सम्यक् अस्ति, बहु सम्यक्. तर्हि कपालः इति समानाधिकरणं, तस्मिन् कारणं कपालः कारणं, घटः कार्यं. कार्यं तयोः समानाधिकरण्यं. सः तत्र समानाधिकरणं तु साक्षात् सिद्ध्यति, तत्र क्लेशः नास्ति. कुत्रचित् एकस्य साक्षात् एकस्य परम्परया. कुत्रचित् वयं द्रष्टुं शक्नुमः एकस्य कार्यस्य तु अधिकरणं किम् अस्ति साक्षात् दृश्यते, परन्तु द्वितीयस्य अधिकरणं परम्परया एव द्रष्टुं शक्नुमः. किन्तु यत्र कार्यकारणभाव आनुभाविक अस्ति, यथा वयं जानीमः कपालसंयोगः घटस्य कारणम् अस्ति, तथापि कपालपरिमाणं कथं घटपरिमाणं मध्ये समानाधिकरणं भवितुम् अर्हति? यदा वयं जानीमः अनुभाविकरूपेण जानीमः कपालः तु घटस्य कारणं भवति एव, तत् सम्बन्धः यथा तादृशसम्बन्धः अस्ति तत् कीदृशसम्बन्धः अस्ति, केन सम्बन्धेन तत् कार्यकारणस्य मध्ये सम्बन्धः अस्ति, तत् साधनीय एव भविष्यति। तत्र विषयद्वयं, प्रथमतया साक्षात् अस्ति सामानादिकरण्यं, यथा भवता उक्तं कपालसंयोगः घटः, तत्र घटः कार्यं, कपालसंयोगः कारणम्, उभयोः अधिकरणं कपालः अस्तु। पुनः कपालः स्वयमेव कारणम् अस्ति घटं प्रति इति कृत्वा घटः अपि कपाले, कपालः अपि स्वस्मिन्, तत्रापि साक्षात् अस्ति अधिकर सामानादिकरण्यं, साक्षात् दृश्यते। परन्तु कुत्रचित् साक्षात् न दृश्यते, तस्य उदाहरणं किं महोदय? भवता उक्तमेव, पुनः एकवारं वदति वा? यथा यथा कपाल परिमाणं घटपरिमाण घट कपालपरिमाणं कारणं घटपरिमाणं कार्यं, तत् तस्मिन् अवस्थायां साक्षात् न जानीमः समानाधिकरणं किमस्ति किमस्ति कथम् अस्ति। यथा वयम् अनुभाविकरूपेण जानीमः तत् समानाधिकरणं तु भवति एव, अन्यथा अन्यथा कार्यं घटकार्यं न भवितुम् अर्हति। अस्तु, तर्हि घटपरिमाणं घटे अस्ति, कपालपरिमाणं कपाले अस्ति, तत्र समानाधिकरण्यम् इति तु न दृश्यते, परन्तु कार्यकारणभावः तु अस्ति एव इति आनुभविकः। तर्हि अस्माभिः पठितमासीत् पूर्वं, यथा कपालद्वयसंयोगेन घटः जायते, तर्हि कपालस्य यावत् परिमाणं तद्विगुणितं परिमाणं घटस्य इति कृत्वा कपालपरिमाणं कारणं, घटपरिमाणं कार्यं, परन्तु तत्र सामानाधिकरण्यं साक्षात् न दृश्यते, किन्तु वयं तु अनुभवामः, वयं तु जानीमः कपालपरिमाणघटपरिमाण अनयोः मध्ये कार्यकारणभावः अस्ति इत्येव इति अस्ति एव इति वयं जानीमः। तर्हि कथञ्चित् अधिकरणं समानं स्यात् उभयोः, कथञ्चित् कार्यस्य कारणस्य च अधिकरणं समानं स्यात्, नो चेत् तत्र कार्यकारणभावः इति किमपि न भवति, यतोहि वयं जानीमः एव कार्यं कार्याधिकरणे स्यात्, कार्यस्य कारणं कार्याधिकरणे स्यात्, कार्यस्य पूर्वमपि स्यात् इत्यादिकं। तर्हि तादृशेषु सन्दर्भेषु यत्र कार्यकारणभावः आनुभविकः भवति, तत्र कथञ्चित् सामानाधिकरण्यं साधनीयं भवति, तदर्थमेव परम्परासम्बन्धस्य चर्चा अस्ति अधुना। इति स्पष्टं स्यात् किमर्थं परम्परासम्बन्धः स्वीकार्यः इति प्रश्ने कृते, अस्मिन् प्रसङ्गे कार्यकारणभावः साधयितुं सामानाधिकरण्यं साधनीयं भवति, सामानाधिकरण्यं साधयितुं परम्परासम्बन्धः आवश्यकः अस्ति इति वार्ता। अस्तु, मध्ये केन केन आगतं, नामानि उच्यन्ताम्? नमस्कारः, नीता भगिनी अस्मि। अस्तु नीता भगिनी, अनन्तरं श्रूयते वा? अहं बहुवारम् उक्तवती। ओ एवं, किं सावित्री भगिनी, भवती प्रथमम् अपि आगत्य अत्र आसीत्? आमामां, मम इयर् सेट् सम्यक् कार्यं न करोति इति मन्ये। ओ अस्तु अस्तु, अहं बहुवारं पृष्टवती च। आमामां, उक्तवती च, अस्तु सरला भगिनी अग्रे पठति किम्? आं भगिनि, कार्यकारणभावस्य प्रकटीकरणार्थम् अपेक्षते। कार्यकारणभावार्थ कार्यकारणयोः समानाधिकरणम् अपेक्षितं। तत् समानाधिकरण्यं वक्त्यं चेत् एकस्मिन् अधिकरणे कार्यकारणं च भवत इति बोध्यामः। कार्यकारण भावार्थं कार्यकारणयो समानाधिकरणं कथं साधनीयं, तत् तस्य विवरणम् अस्ति इदानीं। अग्रे पठामि। एकस्मिन् अधिकरणे कथं कार्यम् अस्ति, कारणम् अपि अस्ति, तत्र बिन्दुद्वयम् अस्ति, तद् पठित्वा किञ्चित् वदतु. प्रथमबिन्दुः पठितः, कार्यकारणभावार्थं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितं. तदनन्तरं तत् समानाधिकरण्यं वक्त्यं चेत् एकस्मिन् अधिकरणे कार्यं कारणं च भवत इति बोध्यम्. कार्यं तस्य अधिकरणं किम् अस्ति, कारणं तस्य अधिकरणं किम् अस्ति. यदि एकस्मिन् अधिकरणे कारणम् अपि अस्ति, कार्यम् अपि अस्ति, तत् समानाधिकरणं वक्तव्यम्. हा, यदि इति न, यदि इति कण्डीशन् एव नास्ति. सर्वदा कार्यम् अपि च कारणम् एकस्मिन् अधिकरणे अस्ति, तदर्थमेव उक्तं कार्यकारणयोः समानाधिकरणम् अपेक्षितं सर्वदा. अस्तु, तर्हि यत्र कुत्रापि समानाधिकरण्यं न दृश्यते साक्षात्, यथा घटकपालयोः मध्ये कपालसंयोगः कपालः, तत्र साक्षात् दृश्यते. यद्यपि घटपरिमाणं कपालपरिमाणम् इत्यत्र साक्षात् समानाधिकरण्यं न दृश्यते, परन्तु तत्र अपेक्षितम् एव कार्यकारणभावसाधनाय. तर्हि प्रथमतया समानाधिकरण्यं वक्तव्यं भवति उभयोः. अस्तु, अनन्तरम् अनन्तरं तत् समानाधिकरणं वक्तव्यं चेत् अस्तु, अग्रे भगिनी, कार्यं कारणञ्च. कार्यं कारणञ्च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यम्. कारण के सम्बन्धेन, कः सम्बन्धेन अधिकरणम् अस्ति, कार्यं कः केन सम्बन्धेन कार्यम् अधिकरणात् भवति, तस्य विवरणम् आवश्यकम्. केन सम्बन्धेन कार्यम् अधिकरणे, तस्मिन् एव च अधिकरणे केन सम्बन्धेन कार्यं भवति इति इदानीं विचारणीयम्. समानवार्ता अस्ति भगिनि. एकस्मिन् अधिकरणे कार्यं कथम् अस्ति, एकस्मिन् अधिकरणे कारणं कथम् अस्ति, केन सम्बन्धेन भवति इति इदानीम् अग्रे वक्तव्यम्. उदाहरणानि अस्तु, प्रथम उदाहरणं भवती पठतु. ओके, समवायी भगिनी, तत्र प्रायः दोषः अस्ति किल, केन सम्बन्धेन कार्यम् अधिकरणे, तस्मिन्नेव च अधिकरणे केन सम्बन्धेन कार्यं भवति इति, द्वयोः कार्यं कार्यम् इति कारणमिति स्यात्. समवायिकारणं यत् स्वस्मिन् तादात्म्यन्ये सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, तत् समवायिकारणम्. अवयव अवयविनोः, गुणगुणिनोः, क्रियाक्रियवतोः, जातिव्यक्तयोः, विशेषनित्यद्रव्योः च समवायसम्बन्धो भवति. यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनति, तत् समवायिकारणम्. यथा कपालकपाले स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटनिर्माणम् उदयति, तत् घटनिर्माणसमवाये समवायसम्बन्धेन भवति, तत् घटनिर्माणस्य कारणम् अस्ति समवायिकारणं कपाल. तर्हि कार्यम् इति यद् उत्पद्यते तत् समवायेन भवति, तत् समवायेन भवति अधिकरणे, अपि च कारणं तादात्म्यसम्बन्धेन अस्ति इति समवायिकारणम्. इति समवायिकारणं. हा, तत्र इदानीं भवती वदतु, गन्धः पृथ्वी, अस्तु, गन्धः पृथ्वी, तत्र कार्यं किं, कारणं किम्? पृथ्वी गन्धं समवायनसम्बन्धेन गन्धं प्रति पृथ्वी तादात्म्यसम्बन्धेन पृथ्वी कारणम्। हा, बहु समीचीनम्। अस्तु, तर्हि तत्र विविधस्थलेषु समवायसम्बन्धः अस्ति इति लिखितम् अस्ति खलु, तत्र एकमेकम् उदाहरणं ददाति वा? ओके, अवयव अवयविनोः यथा घटकपाल घटकपाल उदाहरणं घटं प्रति समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन वाक्यं न अपेक्षितं, केवलम् उदाहरणं दत्वा कार्यं किं कारणं किम्। अवय अवयविनोः घट कपाल घटकार्यं कपालकारणं। गुणगुणिनोः यदा भवती इदानीम् उक्तवती गन्धपृथ्वी गुणगुणिनोः नो न सोरि रूप घटरूपं घटे गुणगुणिनः तदपि तदपि सत्यमेव, पृथ्वी इति द्रव्यं तस्मिन् गुणः गन्धः, तर्हि पृथ्वी इति गुणी अस्ति खलु, तदर्थं गुणगुणिनोः मध्ये समवायसम्बन्धः, तत्र गन्धः कार्यं पृथ्वी कारणमस्ति, अपि च कीदृशं कारणमस्ति पृथ्वी? पृथ्वी तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायसम्बन्धेन। अस्तु, तर्हि कीदृशं कारणं? कीदृशं कारणं? समवायिकारणं। समवायिकारणं क्रिया क्रियवतो, हा, तत्र यत्किमपि स्यात्, हस्तः अस्ति, हस्तं चालयामि चेत् तत्र हस्ते चलनक्रिया अस्ति, क्रिया इति कार्यं, क्रियावान् इति हस्तः, क्रियाक्रियवतोः मध्ये अपि समवायसम्बन्धः। घटे घटत्वम् अस्ति, पुस्तके पुस्तकत्वम् इति जातिव्यक्तियोः मध्ये समवायसम्बन्धेन। विशेषनित्यद्रव्ययोः विशेषनित्य आकाशशब्दे विशेषः इति कश्चन पदार्थः आसीत् सप्तसु पदार्थेषु अन्यतमः खलु, स्मरन्ति वा? द्रव्यं गुणः समवायः समवायभाव सामान्यं विशेषः विशेषः इति अपि एकः पदार्थः। विशेषः इति पदार्थः कुत्र अस्ति, कोऽपि साहाय्यं करोति? परमाणु, हा, सम्यक्। विशेषः इति पदार्थः केवलं परमाणुषु एव वर्तते खलु, प्रत्येकस्मिन् परमाणौ विशेषः इति पदार्थः वर्तते, अपि च परमाणु नित्यद्रव्यम् इत्येव अत्र उक्तम्। नित्यद्रव्ययोः नाम विशेषपरमाणोः मध्ये अपि समवायसम्बन्धः वर्तते, केवलं पुनःस्मरणार्थं कुत्र कुत्र समवायः वर्तते इत्यस्य पुनःस्मरणार्थम् अत्र लिखितमस्ति। अस्तु, तर्हि अग्रे जयन्ती भगिनी पठति किम्? आं भगिनि, घटपरिमाणं घटः न घटः कपालः घटः कपालः घटं प्रति कपालः समवायिकारणं भवति, अधिकरणं कपालः घटः कपाले कपालः कपाले स्वस्मिन् समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्, अनेन कार्यकारणभावः साधितः। अत्र एकैकशः उदाहरणं स्वीकृत्य कथं कार्यकारणभावः साधितः इति निरूपणम् अस्ति अत्र। प्रथमतया घटः कपालयोः मध्ये प्रथमं तु अधिकरणं किम् अस्ति, कपालः अधिकरणं, कपाले घटः घटः वर्तते केन सम्बन्धेन समवायसम्बन्धेन कपालः घटं घटं जनयति अतः समवायसम्बन्धेन घटः कपाले अस्ति पुनः कपाले अस्ति अतः समवायेन घटं प्रति कपालः कारणं भवति समवायेन घटं प्रति कपालः कारणं पुनः कपालः स्वस्मिन् एव तादात्म्यसम्बन्धेन भवति अतः कपालं प्रति कपालः न अत्र कपालं प्रति कपालः कारणम् इति न प्रथमतया घटः कपालः अनयोः मध्ये कार्यं किं कारणं किम् कार्यमस्ति घटः कारणं कपालः अतः अत्र सम्बन्धः कीदृशः इति साधनीयं प्रथमतया घटकपालयोः कीदृशः सम्बन्धः तदनन्तरं कपालकपालयोः कीदृशः सम्बन्धः इति घटकपालयोः समवायसम्बन्धः अस्ति अतः समवायसम्बन्धेन कार्यं प्रति कपालः घटं प्रति कपालः कारणं पुनः तादात्म्यसम्बन्धेन कपालः कपाले अस्ति अतः तादात्म्यसम्बन्धेन कपालः कारणम् इति निरूपणं भवति सत्यं सत्यम् इति वार्ता अस्ति प्रथमतया कार्यं किं कारणं किम् इति अभिजानाति चेत् तदा उभयोः समानाधिकरण्यम् अस्ति वा इति द्रष्टव्यम् अत्र समानाधिकरण्यम् अस्ति किम् आम् सामान्याधिकरणीयम् अस्ति एव कपालः एव अधिकरणं घटस्य अधिकरणं कपालः कपालस्य अधिकरणम् अपि कपालः एव बहु सम्यक् पुनः कार्यम् अधिकरणे केन सम्बन्धेन समवायसम्बन्धेन कार्यम् अधिकरणे अस्ति अस्मिन् उदाहरणे अस्मिन् उदाहरणे इति न समवायिकारणस्थले यत्र कुत्रापि समवायिकारणं भवति तत्र तत्र सर्वत्र कार्यं समवायसम्बन्धेन अधिकरणे भवति कारणं केन सम्बन्धेन भवति तादात्म्यसम्बन्धेन तादात्म्यसम्बन्धेन इति स्पष्टं भवतु समवायिकारणम् इति यत्र यत्र उच्यते तत्र तत्र कारणं तादात्म्यसम्बन्धेन कार्यं समवाय इति प्रथमविधं क्षम्यताम् इति समवायिकारणमस्ति अत्र प्रश्नः भवति किमर्थं तथा उक्तं तादात्म्यसम्बन्धेन इति पुनः किमर्थं वक्तव्यं भवति समवायसम्बन्धेन घटम् उत्पादयति इति पर्याप्तम् अस्ति किल किमर्थम् इत्युक्ते पूर्वमेव वाक्यमासीत् द्वितीय अंशः अस्ति केन सम्बन्धेन कार्यम् अधिकरणे अपि च केन सम्बन्धेन कारणम् अधिकरणे इति वक्तव्यं भवति सत्यं सत्यम् अपि च अनन्तरमपि असमवायिकारणस्थले पश्यन्ति चेत् तत्रापि कार्यं समवायसम्बन्धेन अस्ति परन्तु कारणम् अपरेण भवति आम् आम् अस्तु तर्हि केवलं समवायसम्बन्धेन घटं प्रति कारणम् इति वदामश्चेत् तत्र दोषः स्यात् अतिव्याप्तिदोषः स्यात् आम् आम् तस्य निवारणाय समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन द्रव्यम् अथवा कपालः कारणम् इति वक्तव्यं भवति स्पष्टतया अस्तु तर्हि द्वितीयम् उदाहरणमपि पठतु भगिनि घटपरिमाणं घटः परिमाणं प्रति घटः समवायिकारणं भवति घटे परिमाणं घटस्य परिमाणस्य च समानाधिकरण्यं वक्तव्यम् घटः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे परिमाणम् अपि अस्ति समवायसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम् अनेन कार्यकारणभावः साधितः अत्र गुणगुणिनयोः कीदृशः सम्बन्धः भवति कथं कार्यकारणभावः उदेति इति निरूपणमस्ति घटपरिमाणं घटः द्वयोः समानाधिकरण्यं साक्षात् एव दृश्यते कथम् इत्युक्ते घटपरिमाणम् इति कार्यमस्ति घटपरिमाणं घटे अस्ति, घटः एव तस्य अधिकरणं भवति, अपि च घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, कारणरूपेण घटः अस्ति, सः तु तादात्म्यसम्बन्धेन घटे एव स्वस्मिन् भवति, अतः कार्यं प्रति इत्युक्ते घटपरिमाणं समवायसम्बन्धेन परिमाणं घटपरिमाणं प्रति घटः कारणं, पुनः तादात्म्यसम्बन्धेन घटः कारणम्, आहत्य समवायसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम् इति अस्ति. सम्यक् अस्ति, तर्हि स्पष्टं स्यात् इति मन्ये. समवायिकारणस्थले तादात्म्यसम्बन्धेन कारणं भवति, समवायसम्बन्धेन कार्यं भवति. तथा एव अग्रिम उदाहरणमपि परिशीलयामः किञ्चित्. वर्धिनी भगिनी अग्रे किञ्चित् पठति वा? आं भगिनि. घटपरिमाणं कपालपरिमाणं कपालः, ततः कपालपरिमाणं कपालः. भगिनी एकः प्रश्नः अस्ति, यथा लिखितमस्ति अनेन कार्यकारणभावः साधितः, तस्य अर्थः कः? अत्र केवलम् इदं वक्तव्यं भवति यत् समानाधिकरण्यम् अस्ति न वा इति प्रथमतया परिशीलनीयं भवति, समानाधिकरण्यम् अस्ति न वा इति. तत् परिशीलितम् अस्ति चेत् तदनन्तरं केन सम्बन्धेन अस्ति इति परिशीलनीयम्. अस्तु, अत्र वयं वदामश्चेत् घटपरिमाणं घटे इति केवलं वदामश्चेत् तत्र प्रश्नः उदेति, कथम् अस्ति, केन सम्बन्धेन भवति इति. तदर्थं समवायसम्बन्धेन इति वक्तव्यं भवति, समवायसम्बन्धेन परिमाणं घटे. पुनः घटः इति कारणमस्ति खलु, घटः अपि कार्याधिकरणे स्यात्. अत्र कार्याधिकरणं किं? घटः. घटः एव अस्ति. तर्हि घटः इति कारणं कार्याधिकरणे केन सम्बन्धेन अस्ति इति वक्तव्यं भवति. केन सम्बन्धेन? तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन. तर्हि एतद् अंशद्वयम् उक्तं चेत् अनेन सामानाधिकरण्यं साधितं भवति. अस्तु, अपि च सम्बन्धः कीदृशः, केन सम्बन्धेन कार्यम् अथवा कारणम् अधिकरणे भवति इति उक्तं चेत् तत्र समवायिकारणं वा असमवायिकरणं वा अन्यत् किमपि अस्ति वा इति साधितं भवति. तदा कार्यकारणभावः स्पष्टतया बुद्धम् अस्ति इति. धन्यवादः भगिनि. अस्तु महोदय. वर्धिनी भगिनी अग्रे पठति वा? कपालपरिमाणं कपालः. समवायसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्. अस्तु भगिनि, अत्र कार्यं किं, कारणं किम् इति उच्यताम्? समवयसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन समवयसम्बन्धेन कपालपरिमाणं प्रति कपालपरिमाणं प्रति अत्र इति सामान्यवाक्यम् अस्ति, समवायिकारणस्य वाक्यं तथा भवति एव सर्वत्र. परन्तु अस्मिन् उदाहरणे कपालपरिमाणं कपालः इति अस्मिन् उदाहरणे कार्यं किं, कारणं किम्? कपालः कारणम्. अस्तु, कार्यम् पूर्वस्मिन् उदाहरणे जयन्ती भगिनी भगिन्या यत् पठितं तत्र कार्यमासीत् घटपरिमाणं. घटपरिमाणं हा, कारणमासीत् घटः. तथैव अत्र किमस्ति? कारणं तु भवत्या उक्तं कपालः कारणम् इति. कार्यं किमस्ति? घटपरिमाणम् अस्ति वा? अस्तु, राजेन्द्रमहोदय साहाय्यं करोति वा? आम् आं भगिनि. कार्यम् अस्ति कपालः कपालपरिमाणं कार्यम् अस्ति कपालः तादात्म्यसम्बन्धेन कारणम् अस्ति आहत्य कपालं परिमाणं केन सम्बन्धेन कपाले समवायसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् अस्तु इति वार्ता अस्ति वर्दिनी भगिनी अत्र कपालः कारणं कपालपरिमाणं कार्यं कार्यम् अधिकरणे समवायसम्बन्धेन अस्ति इति कृत्वा समवायसम्बन्धेन कपालपरिमाणं प्रति इति वाक्यस्य प्रथमभागः अस्ति पुनः कपालः केन सम्बन्धेन अस्ति स्वस्मिन् तादात्म्यसम्बन्धेन अपि च कपालः कारणमपि इति कृत्वा वाक्यस्य द्वितीयभागः भवति तादात्म्यसम्बन्धेन कपालः कारणं तावदेव प्रथमतया कार्यं केन सम्बन्धेन अधिकरणे इति उक्त्वा प्रति इति योजयतु तदनन्तरं कारणं केन सम्बन्धेन अधिकरणे इति कृत्वा इति उक्त्वा तादात्म्यसम्बन्धेन कपालः कारणं वा इति किमपि वक्तव्यं तर्हि अग्रिम उदाहरणं प्रयत्नं करोति वा पटः तन्तुः पटः तन्तुः यथा घटः कपालः आसीत् तथैव अस्ति पटः तन्तुः तत्र कार्यं किं कारणं किम् पटरूपं कारणं पटः न भगिनि अत्र प्रथम उदाहरणमस्ति पटः तन्तुः खलु अभ्यासः इत्यत्र तन्तुः तन्तुः कारणं तन्तुः कारणं पटः कार्यं कार्यम् उदा खलु इदानीं हा पटः तन्तौ केन सम्बन्धेन वर्तते पटः समवायसम्बन्धेन हा सम्यक् एव अवयव अवयविनोः मध्ये समवायः खलु यथा घटः कपाले समवायेन वर्तते तथैव पटः तन्तौ समवायेन समवायसम्बन्धेन अपि च पटः कार्यं तन्तुः कारणं तन्तुः कारणं इदानीं वाक्यं रचयतु पटः समवायेन भवति तन्तौ तन्तुः स्वस्मिन् तादात्म्येन भवति खलु इति सर्वं दृष्ट्वा उपरितनवाक्यं यदस्ति तादृशं वाक्यं रचयतु पटः तादात्म्यसम्बन्धेन पटः कारणं पटः कारणमेव नास्ति पटः कार्यं खलु तन्तुः इति कारणम् अस्तु नीता भगिनी साहाय्यं कर्तुम् इच्छति वा सम्यक् न जानामि पटः कार्यं तन्तुः कारणं सो पटः समवायसम्बन्धेन पटः समवायसम्बन्धेन तन्तौ अस्ति पटरूपं पटः सम्बन्धः एकनिमिषः पटरूपं पटः इति त्यजतु तद् द्वितीयम् उदाहरणमस्ति अभ्यासार्थम् तादात्म्यसम्बन्धेन कपालः कारणं पटः तन्तुः तन्तुः तादात्म्यसम्बन्धेन तन्तौ एव अस्ति वा तत्र उपरितने उदाहरणे पश्यतु कपालपरिमाणम् इति कार्यम् अस्तु कपालपरिमाणं कपाले केन सम्बन्धेन वर्तते कपालपरिमाणं केन सम्बन्धेन वर्तते कपाले अन्यः कोऽपि समवायसम्बन्धेन गुणगुणिनोः मध्ये समवायसम्बन्धः तर्हि कपालः इति गुणि अस्ति कपालस्य परिमाणं परिमाणम् इत्यस्य स्थाने रूपम् इति योजयतु गन्धः इति योजयतु यत्किमपि गुणः यः कोऽपि गुणः भवतु सः गुणः द्रव्ये समवायेन भवति अतः कपालपरिमाणं कपाले समवायेन भवति इति तत् कार्यमपि अस्ति इति कृत्वा वाक्यखण्डद्वयमस्ति अत्र समवायसम्बन्धेन कपालपरिमाणं प्रति इति कार्यस्य निदर्शनम् अस्ति. कार्यं केन सम्बन्धेन अधिकरणे वर्तते इति प्रथमवाक्यखण्डः. द्वितीयवाक्यखण्डः अस्ति पुनः कारणं केन सम्बन्धेन अधिकरणे वर्तते इति. अत्र अधिकरणं कपालः एव, अपि च कपालः स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति. बुद्धं वा? किञ्चित् बुद्धम्? अहं स्मरणं कर्तुम् आवश्यकम् अस्ति. अस्तु, तर्हि चिन्ता नास्ति. सरला भगिनी साहाय्यं करोति वा? पटः तन्तुः इति उदाहरणं स्वीकृत्य. समवायसम्बन्धेन पटं प्रति तादात्म्यसम्बन्धेन तन्तुः कारणम्. अस्तु, समीचीनम्. इदानीम् अवगतम्? तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, यतः यथा कपालः स्वस्मिन् तादात्म्येन अस्ति तथैव पुनः पटः इति यत् कार्यम् अस्ति सः समवायसम्बन्धेन तन्तौ अस्ति. तर्हि वाक्यं किं भवति? यथा भगिन्या उक्तं, समवायसम्बन्धेन पटं प्रति तादात्म्यसम्बन्धेन तन्तौ अस्ति, तादात्म्यसम्बन्धेन तन्तुः कारणम् इति अस्ति. तर्हि इदानीं वर्धिनी भगिनी अग्रिम अभ्यासं कर्तुम् इच्छति वा? पटरूपं पटः इति. पटरूपं पटः, पटः अधिकरणमस्ति वा? पटः अधिकरणमस्ति, पटः कारणमस्ति, पटः समवायसम्बन्धेन पटं प्रति पठन रूपं प्रति समवायसम्बन्धेन स्थित्वा तादात्म्यसम्बन्धेन पटः कारणम्. हा, तत्तु सत्यं, परन्तु उपरितनवाक्यं यथा आसीत् तथा वक्तव्यम् अस्ति. प्रथमं कार्यं स्थापयतु, कार्यम् इति पटरूपं खलु. कार्यं कुत्र प्रति पटरूपं प्रति समवायसम्बन्धेन तादात्म्यसम्बन्धेन पटः पटः कारणम् आहत्य वाक्यम् अस्ति समवायसम्बन्धेन पटरूपं प्रति तादात्म्यसम्बन्धेन पटः कारणं, तावदेव वक्तव्यम् अस्ति. अस्तु, अवगतमस्ति भगिनि. अस्तु भगिनि, तर्हि सावित्री भगिनी अग्रे पठति वा किञ्चित्? असमवायिकारणं, समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम्. अत्र पूर्वं यथा इदानीमेव दृष्टवन्तः, कार्यं तु समवायेन भवति समवायिकारणे, कारणं तु तादात्म्यसम्बन्धेन भवति. अत्र असमवायिकारणे कार्यं तथा एव समवायेन भवति, परन्तु कारणम् अपि समवाये सम्बन्धेन भवति. बहु सम्यक्. सर्वैः बुद्धं वा? अयं प्रमुखः अंशः अस्ति. अत्र पश्यन्ति चेत् समवायिकारणे समवायसम्बन्धेन गुणः अथवा क्रिया कुत्रचित् अपि भवतु, गुणः केन सम्बन्धेन भवति द्रव्ये? समवायसम्बन्धेन. अन्येन केनचित् अपि सम्बन्धेन न भवितुमेव अर्हति, तत्र सर्वत्र समवायेन एव स्यात्. तर्हि गुणः अथवा क्रिया या समवायिकारणे समवायसम्बन्धेन अस्ति अपि च कार्यम् उत्पादयति तद् समवायिकारणमस्ति. अतः यथा भगिन्या उक्तं, तत्र तादात्म्यसम्बन्धेन कारणं भवति इति वाक्यं कदापि न भवति. स सर्वदा समवायेन कार्यं भवति, समवायसम्बन्धेन कारणं भवति इति वाक्यं भवति. अस्तु, तदेव किञ्चित् अग्रे परिशीलयामः. सावित्री भगिनी अग्रे पठति वा? प्रथमविधम् असमवायिकारणं घटः कपालसंयोगः. घटस्य असमवायिकारणं कपालसंयोगः. अधिकरणं कपालः, घटः कपाले, कपालसंयोगः कपाले. समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्. अत्र प्रथम उदाहरणम् अस्ति घटः कार्यं कपालसंयोगः कारणं. घटः घटस्य अधिकरणं तु कपालः एव. तत्तु कारणम् अस्ति कपालसंयोगः. कपालसंयोगः तस्य अधिकरणमपि कपालः. कार्यं समवायेन कपाले अस्ति, कपालसंयोगः समवायेन कपाले अस्ति. तदर्थम् अस्तु भगिनि, इतोपि एकवारं सर्वेषां स्पष्टीकरणार्थं कार्यं किम् अत्र? अत्र कार्यमस्ति घटः. कार्यं कुत्र अस्ति? घटः कपाले अस्ति. अस्तु, कारणं किम् अस्ति अत्र? अत्र कारणम् अस्ति कपालसंयोगः. तस्य अधिकरणं किम्? तस्य अधिकरणमपि कपालः एव. कपालः, अस्तु. तर्हि समानाधिकरण्यं साधितं, कपाले उभौ अपि स्तः इति. इदानीं वदतु केन सम्बन्धेन स्तौ स्तः इति. घटः कपाले कार्यम् अधिकरणे समवायसम्बन्धेन भवति. तत् अपि च कपालसंयोगः यत् कारणम् अस्ति तदपि कपाले समवायसम्बन्धेन भवति. द्वयोः कार्यमपि च कारणं समवायसम्बन्धेन कपाले वर्तते, वर्ततः. तर्हि वाक्यं किं स्यात् अत्र? समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणं भविष्यति इति भविष्यति. अत्र सम्बन्धः अथवा समानाधिकरण्यं साक्षात् दृश्यते वा? आम्, कपालसंयोगः साक्षात् दृश्यते. साक्षादेव अस्ति कपालसंयोगः कपाले, घटः अपि कपाले इति एकमेव लेवेल् अस्ति. तस्मिन्नेव लेवेल् मध्ये घटः कपालसंयोगः. तर्हि साक्षात् अधिकरणमस्ति कपालः इति दृश्यते. अपि च उभयोः समवायसम्बन्धेन एव वृत्तित्वम् अधिकरणे इति कृत्वा प्रथमविधम् असमवायिकारणमस्ति. यथा भगिन्या उक्तं, समवायसम्बन्धेन घटम् अस्ति, कपालसंयोगः अपि समवायसम्बन्धेन अस्ति. तर्हि वाक्यं भवति यत् समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्. अस्तु, तथैव किञ्चित् अग्रे एकम् उदाहरणं करोति वा सावित्री भगिनी? पटः तन्तुसंयोगः. अभ्यासः पटः तन्तुसंयोगः. अत्र कार्यमस्ति पटः, तन्तुसंयोगः कारणमस्ति. पटः तन्तुषु वर्तते समवायेन, तन्तुसंयोगः अपि तन्तुषु वर्तते समवायेन. तदर्थं समानाधिकरण्यमपि अस्ति, अपि च कार्यम् अपि च कारणं द्वयोः समवायसम्बन्धेन वर्तते. समवायसम्बन्धेन पटं प्रति समवायसम्बन्धेन तन्तुसंयोगः कारणं भविष्यति. हा, बहु सम्यक् इति असमवायिकारणस्य लक्षणवाक्यम्. उभयत्र समवायसम्बन्धेन समवायसम्बन्धेन इति आयाति. कार्यस्य कारणस्यापि समवायसम्बन्धेनैव वृत्तित्वं समानाधिकरणे. परन्तु समवायिकारणे वाक्यं किञ्चित् भिन्नं, तादात्म्यसम्बन्धेन कारणं भवति, न तु समवायसम्बन्धेन इति मुख्यभेदः अस्ति उभयोः. अस्तु, जयन्ती भगिनी अग्रिमम् अभ्यासं करोति वा? आं भगिनि. हस्त हस्तपुस्तकसंयोगः हस्तगता हस्ते विद्यमाना क्रिया. अत्र कार्यमस्ति क्रिया हस्तगता हस्तपुस्तकसम् एकनिमिषं भगिनी तत्र भ्रमः जायेत यतोहि संयोगः अपि गुणः क्रिया अपि तर्हि वर्धिनी भगिनी यथा सा क्रिया इति कार्यम् अस्ति संयोगेन एव क्रिया जायते न क्रियया संयोगः जायते हस्तः अन्यत्र अस्ति पुस्तकम् अपरत्र अस्ति चिन्तयतु हस्तः अपरत्र अस्ति अहं मम हस्ते पुस्तकं नास्ति हस्ते यदा क्रिया भवति चलनक्रिया तदा पुस्तकं स्पृशामि चेत् तदा हस्तपुस्तकसंयोगः जायते नो चेत् न अस्तु अस्तु अस्तु इदानीं किं कारणं किम् इति आम् आम् हस्तगतक्रिया आम् हस्तपुस्तकसंयोगः कार्यं भवति हस्तगता क्रिया कारणम् अस्ति अतः कार्यं प्रति हस्तपुस्तकसंयोगः संयोगं प्रति हस्तगता क्रिया कारणं कीदृशसम्बन्धः सामान्याधिकरण्यम् आम् साधनीयम् अधिकरणम् अस्ति हस्तः हा हस्तः हस्ते विद्यमाना क्रिया कारणं भवति हस्तसंयोगं प्रति पुनः हस्तपुस्तकसंयोगः कुत्र अस्ति तदपि हस्ते एव भवति हा वस्तुतः हस्ते अपि अस्ति पुस्तके अपि अस्ति किन्तु हस्ते अस्ति इति अस्माकं सौकर्यार्थं भवतु आम् अतः द्वयोः सामानाधिकरणं करणीयम् अस्ति हस्तरूपेण सामान्याधिकरण्यम् अस्ति अत्र कीदृशसम्बन्धः इति पश्यामश्चेत् समवायसम्बन्धेन हस्तपुस्तकसंयोगः सम्बन्धेन तत्र किं वाक्यम् अपेक्षितं कीदृशी शैली इत्युक्ते कार्यं प्रति समवायसम्बन्धेन हस्तपुस्तकसंयोगं प्रति समवायसम्बन्धेन हस्तगताक्रिया कारणम् अस्तु बहु सम्यक् इति एव अस्ति तर्हि हस्तपुस्तकसंयोगः कार्यम् इति कृत्वा हस्तपुस्तकसंयोगं प्रति हस्तगता क्रिया कारणम् इति प्रथमवारं वदन्तु तदा सौलभ्यं भवति कार्यं किं कारणं किम् इति जानीमः तदनन्तरं सम्बन्धं योजयतु हस्तपुस्तकसंयोगः समवायेन अस्ति हस्तगतक्रिया अपि समवायसम्बन्धेन तर्हि यथा भगिन्या उक्तं समवायसम्बन्धेन हस्तपुस्तकसंयोगं प्रति समवायसम्बन्धेन हस्तगतक्रिया कारणम् इति बुद्धं वा अस्तु इतोपि एकम् उदाहरणं कुर्मः वयं जानीमः खलु एकत्वं द्वित्वम् इत्यस्य विषये घटः इति चिन्तयतु अस्तु घटे एकत्वम् अस्ति अपि च एकत्वं द्वित्वं प्रति कारणं भवति खलु कीदृशं कारणमस्ति एकत्वं द्वित्वं प्रति असमवायिकारणं तर्हि सरला भगिनी वक्तुम् इच्छति वा वाक्यं प्रथमतया कार्यं किं कारणं किम् इति वदतु तयोः समानाधिकरणं किम् इति वदतु केन सम्बन्धेन इत्यपि उक्त्वा वाक्यं वदतु द्वित्वं कार्यम् अस्ति एकत्वं कारणम् अस्ति समवायसम्बन्धेन द्वित्वं प्रति समवायसम्बन्धेन एकत्वं कारणम् हा बहु सम्यक् तत्र अधिकरणम् इति यत्किमपि स्यात् अधिकरणं घट पुस्तकं किमपि किमपि द्रव्यं स्यात्, परन्तु यथा भगिन्या उक्तं समवायसम्बन्धेन द्वित्वं प्रति समवायसम्बन्धेन एकत्वं कारणम्। अस्तु, इदानीम् अपरम् उदाहरणं, शरीरम् अपि च अवयवः। आं करोमि? अस्तु, करोतु भगिनि। समवायसम्बन्धेन शरीरं प्रति समवायसम्बन्धेन अवयवा कारणम् इति वाक्यं साधु अस्ति वा? किं चिन्तयन्ति भवन्तः? न, शरीर अवयव तादात्म्यसम्बन्धेन मुख्यम् अस्ति तत्र। समवायसम्बन्धेन शरीरं प्रति तादात्म्यसम्बन्धेन अवयवः कारणं भवति। हा, बहु सम्यक्। तर्हि भगिनी तत्र किमर्थं तादात्म्येन इति उक्तवती इति कोऽपि वदति वा? यथा अवयवाः स्वस्मिन् तादात्म्यसम्बन्धेन भवन्ति तथैव। अवयविनोः सम्बन्ध। तर्हि तत्तु समवायिकारणमस्ति, असमवायिकारणमेव नास्ति। स्वस्मिन् स्थित्वा समवायसम्बन्धेन कार्यं भवति। हा, अहम् एवमेव पृष्टवती, तत्तु असमवायिकारणमेव नास्ति, समवायिकारणमस्ति शरीरम् अवयवः। असमवायिकारणस्थले कार्यं कारणम् उभयोः समवायसम्बन्धेन एव वृत्तित्वं भवति। समवायिकारणस्थले कारणस्य तादात्म्यसम्बन्धः, कार्यस्य समवायसम्बन्धः। अस्तु, इति मनसि भवेत्। अग्रे राजेन्द्रमहोदय किञ्चित् पठति वा? आहत्य यत्र घटः समवायेन जायते कपाले, तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति। घटं प्रति कपालद्वयसंयोगः असमवायिकारणम्। अत्र कपालान्त अन्तर्भावेन कार्यकारणयोः समानाधिकरणीयं करणीयम्। एवम् उभयम् एकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणं। कार्येण सह एकस्मिन् अर्थे संवेतं सत् कारणम् असमवायिकारणम्। अत्र तु पुनश्च तथा यथा पूर्वं पठितवन्तः, भगिनी अपि तथैव उक्तवती, घटसमवायेन घटः समवायेन समवायसम्बन्धेन कपाले अस्ति, तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति, यथा पूर्वं वयं पठितवन्तः। घटं प्रति कपालद्वयसंयोगः असमवायिकारणं, तदपि इदानीमेव पठितवन्तः। अत्र कपालान्तर्भावेन कार्यकारणयोः समानाधिकरणं, यथा अत्र तु कपालः समानाधिकरणम् अस्ति यथा घटं प्रति अथवा कपालद्वयसंयोगं प्रति कपालः एव अधिकरणम् अस्ति, तत् समानाधिकरणं भवति। एवम् उभयेकम् अस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणं, यत्र वयं साक्षात् द्रष्टुं शक्नुमः समानाधिकरणं साक्षात् द्रष्टुं शक्नुमः, तादृशी असमवायिकारणं प्रथमम् असमवायिकारणं अस्ति। कार्येण सह एकस्मिन् अर्थे, तत्तु लक्षणवाक्यम् अस्ति, कार्येण सह एकस्मिन् अर्थे संवेतं सत् कारणम् असमवायिकारणं। कार्येण सह यः एकस्मिन् अर्थे यः पदार्थे समवायसम्बन्धेन अस्ति, सत् तत् कारणम् असमवायिकारणम्। बहु सम्यक् महोदय। अत्र अर्थे इत्युक्ते किं भवता उक्तम् इतोपि एकवारं? पदार्थे इत्युक्ते अधिकरणे अधिकरणे हा तत्र अर्थः इति शब्दबोधः इति अर्थः नास्ति अर्थे इत्युक्ते अधिकरणे तर्हि कार्येण सह एकस्मिन् अर्थे समवेतम् इत्युक्ते किं राजेन्द्रमहोदय वदति वा स्वस्मिन् समवायसम्बन्धेन हा अत्र स्वस्मिन् इति मास्तु यत्किमपि समवायसम्बन्धेन यत्र कुत्रापि भवति तत् समवेतम् अस्तु अधिकरणम् इत्युक्ते समवेतं नास्ति ना? समवायेन स्थितम् इति समवेतम् घटकपालयोः समवायेन स्थितं तत् समवेतं न न न उदाहरणं ददामि समवेतम् इत्युक्ते समवायेन स्थितं समवायेन किं किं भवति गुणः भवति क्रिया भवति खलु अवयवाः भवन्ति तर्हि अस्मिन् वाक्ये घटस्य उदाहरणं स्वीकृत्य वदामि कार्येण सह अस्तु घटः कपालसंयोगः इति चिन्तयतु कपालसंयोगः इति गुणः अस्ति गुणः समवायेन एव भवति द्रव्ये खलु कपालः इति अधिकरणं तस्मिन् कपालसंयोगः समवेतः यतोहि समवायेन स्थितः गुणः अस्ति यत्किमपि समवायेन स्थितं तत् समवेतम् अस्तु तर्हि कार्येण सह इत्युक्ते घटेन सह एकस्मिन् अर्थे नाम एकस्मिन् कपाले एकस्मिन् पदार्थे समवेतं कपालसंयोगः सत् कारणम् अस्ति तदर्थम् असमवायिकारणम् यत्र कुत्रापि समवेतम् इति पश्यति तत्र समवायेन स्थितम् इति मनसि स्फुरितं स्यात् सो समवेतं यदि अति असमवायिकारणं भवति समवेतं तादात्म्यसम्बन्धेन भवति या न किञ्चित् वदति वा नास्ति एव नास्ति यदि समवायसम्बन्धेन कारणं भवति तत् समवेतं भवति अस्तु सावित्री भगिनी किमपि वक्तव्यम् आसीत् किं तत्र समवायिकारणम् इति न यद् यत्किमपि समवायेन भवति तत् समवेतं समवायेन विद्यमानं समवेतं सत्यं कारणम् एव भवतु इति न खलु न तथा नास्ति यत् परन्तु असमवायिकारणस्थले तस्य विशिष्टप्रयोगः अस्ति यतोहि आरम्भतः वयं वदन्तः स्मः खलु समवायेन यः गुणः अथवा या क्रिया वर्तते तत् कारणम् इति वयं जानीमः अपि घटकपाले समवायसम्बन्धेन अस्ति घट तत्र समवेतम् अस्ति वा न अस्ति अस्ति अवश्यमस्ति समवेतं कपालसमवायी भवति सम्यक् तथैव अस्ति प्रथम असमवायिकारणस्थले इदम् अयं नियमः कार्येण सह एकस्मिन् अर्थे समवेतं सत् यद् कारणं भवति तद् असमवायिकारणम् इति स्पष्टं स्यात् अग्रे सरेम वा अस्तु तर्हि सरला भगिनी अग्रे पठति वा अग्रिमवाक्यद्वयं घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः अत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते तदर्थं परम्परया वक्तव्यं भवति एव किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम् इत्ययं कार्यकारणभावः अनुभाविक अस्माभिः सर्वे अनुभूयते इति कारणातः कथञ्चित् कार्यकारणभावः साधनीयः अत्र घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः इदं च द्वितीयप्रकारक असमवायिकारण अत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते यथा वयं समवायिकारणे अत्र प्रथमम् असमवायिकारणे साक्षात् अधिकरणं पश्यामः घटकपालयोः कपाल तादात्म्यसम्बन्धेन कपाले स्थित्वा तत्र साक्षात् कपालम् अधिकरणम् अस्ति या कपालसंयोगः कपाले समवायसम्बन्धेन स्थित्वा घटनिर्माण समवायसम्बन्धेन दृष्टं तत्र साक्षात् अधिकरण समान अधिकरणं दृश्यते किन्तु यदि घटपरिमाण कपालपरिमाण तत्र साक्षात् समान अधिकरणं न दृश्यते घटपरिमाणस्य अधिकरणं घट अस्ति कपालपरिमाणस्य अधिकरणं कपाल अस्ति अतः किन्तु वयं अस्माकम् अनुभवे जानीमः कपालपरिमाण घटपरिमाणस्य कारणम् अस्ति कुतः साधयितुं तस्य द्वितीय असमवायिकारणतः रूपे साधयितुम् अस्ति भवति सम्यक् तर्हि अत्र स्पष्टं स्यात् चित्रे अपि पश्यन्ति चेत् घटपरिमाणं घटे कपालपरिमाणं कपाले परन्तु घटः कपाले अस्ति न तु घटपरिमाणं घटपरिमाणं कार्यं कपालपरिमाणं कारणं स्पष्टमस्ति चित्रे यद् साक्षात् न दृश्यते समानाधिकरण्यं साक्षात् कपाले न स्तः घटपरिमाणम् अपि च कपालपरिमाणं समानाधिकरण्यं नास्ति इति दृष्टम् अपि च वयं जानीमः एतत्तु आनुभविकमपि अस्ति अत्र एकं वाक्यम् अस्ति खलु अवयवे विद्यमानं परिमाणं नाम कपाले विद्यमानं परिमाणम् अवयविनि नाम घटे विद्यमानं परिमाणं प्रति कारणम् इति आनुभविकं परन्तु सामानाधिकरण्यं नास्ति इति कृत्वा कार्यकारणभावसाधनार्थं प्रथमतया सामानाधिकरणं साधनीयं तदर्थं परम्परासम्बन्धः आवश्यकः आवश्यकम् इति वार्ता अस्तु जयन्ती भगिनी अग्रे पठति वा यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात् नास्ति तत्र परम्परया वक्तव्यं भवति अन्यः न कोऽपि उपायः यत्र कार्यं जायते तत्रैव कारणेन भाव्यम् अत्र कार्यमस्ति अन्यत्र कार्यम् उत्पद्यताम् इति तु कथमपि न भवति अत्र कारणम् अस्ति इति भवेत् सत्यं यत्र कार्यमस्ति अन्यत्र कार्यं यत्र कारणम् सम्यक् भगिनि अन्यत्र कारणम् उत्पद्यताम् इति नाम सूचयिष्यामि महोदय अत्र वयं पूर्वम् उदाहरणानि दृष्टवन्तः यत्र साक्षात् कार्यकारणः कारणभावः दृश्यते साक्षात् सम्बन्धेन कार्यकारणः कारणभावः निरूपयितुं शक्नुमः अत्र घटपरिमाणं कपालपरिमाणम् अस्मिन् सन्दर्भे परम्परासम्बन्धेन एव सामानाधिकरण्यं साधितुं शक्नुमः इत्येव अस्ति यत्र कार्यं जायते तत्रैव कारणेन भाव्यं भाव्यम् इत्युक्ते भवितव्यं तावने तावदेव अर्थः. आम् अत्र कार्यम् हा भगिनि तस्मिन्नेव अर्थे भवितव्यम् इत्यस्य अर्थे अस्ति भाव्यम्. आम् अत्र कार्यम् अस्ति अन्यत्र अन्यत्र कारणम् उत्पद्यताम् इति तु कथमपि न भवति. यत्र यत्र कार्यम् अस्ति तत्रैव कारणमपि अस्ति एव. तदर्थं परम्परासम्बन्धय सम्बन्धेन समानादिकरणीयं साधनीयं भवति. अग्रे अपि पठतु. द्वितीय असमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं. घटस्य परिमाणं समवायसम्बन्धेन घटे, कपालस्य परिमाणं समवायसम्बन्धेन कपाले. घटपरिमाण कपालपरिमाणयोः एकम् अधिकरणम् अप्रसिद्धम्. अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः. अप्रसिद्धम् इत्युक्ते किं भगिनि? अत्र न दृश्यते इति चिन्तयतु. अप्रसिद्धम् इत्युक्ते साक्षात् न कदापि वक्तुं शक्नुमः खलु. घटपरिमाणं घटे, कपालपरिमाणं घटे इति एव वदामः सामान्यतया. अत्र अत्र पुनः अत्र दीयते घटपरिमाणं घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं भवति. घटपरिमाणं घटे समवायसम्बन्धेन भवति, कपालपरिमाणं तु समवायसम्बन्धेन कपाले अस्ति. अत्र कथं सामानादिकरण्यं साधयामः परम्परया एव इति अस्ति. अग्रे प्रायः विषयः तु स्पष्टः स्यात्. परम्परासम्बन्धः आवश्यकः एव समानाधिकरणं साधयितुमिति. आम् आम् अस्तु. तर्हि अग्रे वर्धिनी भगिनी पठति वा किञ्चित्? आं भगिनि. द्वितीयसमवायकारणं ततः अग्रे प्रथमं कपालः अग्रिमपरिच्छेदः नेक्स्ट् पाराग्राफ्. अत्र कार्यं यत्र प्रथमं कपालः इति दृश्यते. प्रथमं कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः. अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति, अतः घटपरिमाणस्य परम्परासम्बन्धः वक्तव्यः कपाले. स्वम् इति घटपरिमाणं, स्वशब्दः कुत्र प्रयोक्तव्यः? यत्र साक्षात् सम्बन्धः नास्ति, यत्र परम्परया एव सम्बन्धः शक्यः, तत्र शब्दस्य आवश्यकता भवति. स्वस्य साक्षात् अधिकरणं घटः. केन सम्बन्धेन? समवायसम्बन्धेन. अतः घटपरिमाणस्य समवायी घटः. अस्तु भगिनि, वाक्यशः पठतु, अहं किञ्चित् साहाय्यं करोमि. कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः. कपालः अधिकरणं कार्यकारणयोः. अस्माकं चर्चा अधुना द्वितीय समवायिकारणविषये. तर्हि कार्यं किं, कारणं किम्? कार्यम् इति घटपरिमाणं, कारणम् इति कपालपरिमाणम्. घटपरिमाणं कार्यं, कपालपरिमाणं कारणं. तयोः अधिकरणं कपालः इति स्वीकुर्मः. अस्तु अग्रे. स्वम् इति घटपरिमाणं न, तथा नास्ति. अस्यां दशायाम् अग्रिमवाक्यम्. ओ, अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति. यत्र यत्र अधिकरणं अधिकरणे सम्बन्धः नास्ति तत्र परम्परासम्बन्धः. अत्र अस्य वाक्यस्य अर्थः एवम् अस्ति यत् घटपरिमाणं घटे अस्ति न तु कपाले. तर्हि यद्यपि घटपरिमाणम् इति कार्यम् अस्ति अपि च कपालः इति अधिकरणं, तत्र साक्षात् आधाराधेयभावः नास्ति. कपालः साक्षात् अधिकरणं नास्ति घटपरिमाणस्य, यतोहि घटपरिमाणं घटे अस्ति. अस्तु अग्रे. अतः घटपरिमाणस्य परम्परासम्बन्धः वक्तव्यः कपाले. यत्र साक्षात् सम्बन्धः नास्ति तत्र परम्परासम्बन्धः कपाले अस्ति. परम्परासम्बन्धेन अधिकरणं किम् इति वक्तव्यं भवति, आधाराधेयं भवितव्यमस्ति. अनन्तरं स्वम् इति घटपरिमाणं, स्वशब्दः कुत्र प्रयोक्तव्यः? यत्र साक्षात् सम्बन्धः नास्ति यत्र परम्परया एव सम्बन्धः शक्यः तत्र स्वशब्दस्य आवश्यकता भवति. स्वस्य साक्षात् अधिकरणं घटः. अत्र प्रश्नः अस्ति कुत्र स्वीकरणीयं भवति इति. यत्र साक्षात् सम्बन्धः नास्ति, घटः कपालः तयोः साक्षात् सम्बन्धः अस्तु, अपि च कपालसंयोगः साक्षात् अस्ति, परन्तु घटपरिमाणं कपालः तयोः मध्ये साक्षात् आधाराधेयभावः नास्ति. घटः घटे अस्ति, पुनः घटः कपाले अस्ति, तादृशः स्तरभेदः अस्ति. घटपरिमाणं घटे तर्हि अस्मिन् सन्दर्भे यतोहि घटपरिमाणं साक्षात् नास्ति कपाले, तदर्थं स्वशब्दरूपेण घटपरिमाणं स्वीकार्यं भवति. यत्र साक्षात् सम्बन्धः नास्ति यत्र परम्परया एव सम्बन्धः शक्यः तत्र स्वशब्दस्य आवश्यकता भवति. स्वस्य साक्षात् अधिकरणं घटः केन सम्बन्धेन? समवायसम्बन्धेन. इदं तु स्पष्टं स्यात्, स्वम् इति घटपरिमाणम् इति स्वीकृतं. घटपरिमाणं साक्षात् कुत्र अस्ति? घटपरिमाणं समवायसम्बन्धेन घटे अस्ति. हा, तावदेव अस्ति. अस्तु, तदर्थम् अतः अतः घटपरिमाणस्य समवायी घटः. यस्मिन् स्वम् अस्ति, घटपरिमाणम् अस्ति समवायसम्बन्धेन, तत् समवायी. अत्र समवेतं किं, कोऽपि वदति वा? घटपरिमाणं समवेतम्, अपि च घटः समवायी घटपरिमाणस्य इति उच्यते. अस्तु, नीता भगिनी अग्रे पठति वा? नीता भगिनी अस्ति किम्? हरि ओम्, पठामि वा? अहं पठामि वा? अस्तु, सावित्री भगिनी पठतु. समवायि, समवायसम्बन्धः द्वयोर्मध्ये भवति चेत् एकः आश्रितः भवति, अन्यः आश्रयः भवति. परिमाणं घटे इति स्वीकरोतु. समवायसम्बन्धेन परिमाणं घटे, आश्रयः घटः, आश्रितं परिमाणम्. अत्र परिमाणसमवायी भवति घटः. इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति. समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी, न कारान्तशब्दः नकारान्तशब्दः समवायि अस्तु अस्तु इनि प्रत्ययः समवायः अस्मिन् अस्ति इति समवायि इति व्युत्पत्तिः परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः परिमाणस्य समवायः घटे किञ्चित् नूतनप्रयोगः अस्ति अत्र समवायी इत्युक्ते यथा पूर्वं दृष्टं घटः समवायी परि घटपरिमाणं समवेतम् अस्ति समवायसम्बन्धः द्वयोर्मध्ये भवति चेत् एकः आश्रितः भवति अन्यः आश्रयः भवति आधाराधेयभावः तदेव अपि च एतद् समवायसम्बन्धः वृत्तिनियामकसम्बन्धः इति उच्यते खलु आश्रयः कः आश्रितः कः तादृशसम्बन्धः परिमाणं घटे इति स्वीकरोतु समवायसम्बन्धेन परिमाणं घटे आश्रयः घटः आश्रितं परिमाणम् अत्र तथैव ऐ थिङ्क् स्पष्टमस्ति इति अहं मन्ये सरलसरलवाक्यानि सन्ति अत्र समवायसम्बन्धेन परिमाणं घटे अस्ति तदर्थं घटः आश्रयः भवति आधेयः अथवा आश्रितः भवति परिमाणम् अत्र परिमाणं परिमाणसमवायि भवति घटः परिमाणस्य समवायि घटः इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्ति घटे अस्मिन् घटे अस्ति स्पष्टमस्ति किल समवायसम्बन्धेन यस्मिन् अस्ति सः समवायि नकारान्तशब्दः इति प्रत्ययः समवायिन् प्रातिपदिकं घटः पुल्लिङ्गशब्दः अतः समवायि पृथ्वी अस्ति चेत् स्त्रीलिङ्गशब्दः तदा किं स्यात् समवायिनी समवायिनी स्यात् सत्यम् समवायः अस्मिन् अस्ति इति समवायि इति व्युत्पत्तिः तदेव इदानीम् उक्तं परिमाणसमवायः घटे अस्ति इत्युक्ते परिमाणस्य समवायी घटः परिमाणस्य समवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति पुनः पुनः तदेव लिखितमस्ति इति अहं चिन्तयामि अत्र परिमाणसमवायः मनसि सुदृढतया स्थापितं भवतु इदम् इति कृत्वा महोदयेन वारं वारं अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः परिमाणस्य समवायः घटे आहत्य परिमाणसमवायी घटः तदेव अस्ति पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं परिमाणस्य समवायी घटः अस्मिन् परिच्छेदे तस्य किमर्थं तथा इति समवायः अस्मिन् अस्ति इनि प्रत्ययर्थे तु अस्मिन् अस्य वा इति अस्ति खलु तदर्थं भगिनि व्यक्ति व्युत्पत्ति अर्थम् उत्पत्ति समानम् अस्ति तावदेव भगिनि तावदेव व्युत्पत्तिः इत्युक्ते मूलं किं कुतः आगतः इत्यस्य परिशीलनं तावदेव अस्तु तर्हि स्पष्टं स्यात् एतावता समवायः अस्मिन् इति समवायि परिमाणस्य समवायः अस्मिन् इति परिमाणसमवायि अस्मिन् इत्युक्ते घटे तर्हि घटः परिमाणसमवायि अस्तु अग्रे नीता भगिनी अस्ति किम् राजेन्द्रमहोदय पठतु तर्हि आं भगिनि तर्हि घटपरिमाणस्य समवायी घटः। घटः पुनः कुत्र अस्ति इति चेत् कपाले, केन सम्बन्धेन? समवायसम्बन्धेन। अतः घटस्य समवायी कपालः, अनेन स्वसमवायी घटः, घटसमवायी कपालः। आहत्य स्वसमवायी समवायी कपालः, स्वसमवायी समवायित्वं कपाले, घटपरिमाणं स्वसमवायी समवायित्व सम्बन्धेन कपाले इति परम्परा सम्बन्धः। अपि च कपालपरिमाणं कुत्र अस्ति? साक्षात् कपाले, केन सम्बन्धेन? समवायसम्बन्धेन। अतः स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्येव कार्यकारणभावसिद्धः। यथा पूर्वम् आसीत् पूर्वतन परिच्छेदे, अत्र तत् एव किञ्चित् पुनः विस्तृतरूपेण अत्र दत्तमस्ति। घटपरिमाणं समवायी घटः अस्ति, तत् इदानीं पठितवन्तः। घटः पुनः कुत्र अस्ति? घटः अस्ति कपाले, केन? घटः कपाले समवायसम्बन्धेन अस्ति। अतः घटस्य समवायी कपालः, यथा पूर्वं वयं दृष्टवन्तः घटपरिमाणं परिमाणस्य समवायी घटः, तथैव घटस्य समवायी कपालः, अनेन समवायी घटः, घटसमवायी कपालः। अत्र एकनिमिषः महोदय, स्व इत्युक्ते किम् अत्र? स्व इत्युक्ते घटपरिमाणं। हा सम्यक्, घटपरिमाणसमवायी घटः, स्वसमवायी घटः, घटसमवायी कपालः। आहत्य स्वसमवायी समवायी कपालः, स्वसमवायी समवायी अत्र, स्वसमवायी अत्र अस्ति घटपरिमाण समवा परिमाणस्य समवायी समवायी कपालः। भगिनी एकः प्रश्नः, अत्र स्वसमवायी कथम् इकारान्त अस्ति? तथैव अस्ति खलु भगिनी, पुल्लिङ्गे समवायी इति अस्ति, घटः पुल्लिङ्गशब्दः, कपालः अपि पुल्लिङ्गशब्दः, तदर्थम् ईकारान्त। परन्तु किं पृच्छति भवती अग्रिमे वाक्ये किमर्थं स्वसमवायी इकारान्त समवायी ईकारान्त? तत्र समासः कृतः खलु, स्वसमवायी इति स्वीकृत्य पुनः कपालः अपि समवायी, कस्य समवायी? घटपरिमाणसमवायी यदस्ति तस्य, तर्हि आहत्य स्वसमवायी समवायी कपालः। तत्र कश्चन अस्ति समासस्य नकारान्तप्रातिपदिकं भवति चेत् यथा राजन्, तत्र नकारः गच्छति, तदर्थमेव महाराजा इति अस्ति खलु, तथा समवायी इति प्रातिपदिकं वस्तुतः तत्र नकारः अपगच्छति। धन्यवादः। समवायी समवायित्वं कपाले, अत्र तप् प्रत्यया प्रयुज्य तत्र स्वसमवायी समवायित्वं कपाले अस्ति। घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले। इदानीं एतत् कृत्वा तत् समानाधिकरणं भवति, स्वसमवायी समवायित्वसम्बन्धेन कपाले इति परम्परासम्बन्धः अस्ति। अपि च कपालपरिमाणं साक्षात् कपाले अस्ति, कपाले अस्ति समवायसम्बन्धेन, तथा आहत्य वक्तुं शक्नुमः स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति कार्यकारणं कारणभावः सिद्धः। तथैव एव अस्ति स्वसमवायी पुनः घटपरिमाण परिमाणस्य समवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणं, तथा समानाधिकरणं तथा भवति परम्परया सम्बन्धेन। कपाले घटपरिमाणं परिमाणस्य समवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले भवति, तथा कपालपरिमाणमपि कपाले कपाले समवायसम्बन्धेन अस्ति, तत् समानधिकरणं कृत्वा तत् परम्परया तत् सम्बन्धेन तत् साधितं कार्यकारणभावः। अस्तु, समीचीनमस्ति। तर्हि केवलं घटपरिमाणम् इति कार्यं केन सम्बन्धेन कपाले इति प्रथमभागः वाक्यस्य, यथा महोदयेन उक्तं स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणम् इति उक्त्वा तत्र प्रतियोजयित्वा पुनः कार्यं कारणं कपालपरिमाणं केन सम्बन्धेन समवायसम्बन्धेन इति उक्त्वा कारणम् इति उक्तं चेत् तत्र द्वितीयविध असमवायिकारणं साधितम्। प्रथमविध असमवायिकारणे कार्यमपि समवायसम्बन्धेन कारणमपि समवायसम्बन्धेन तत्र साक्षात् आसीत् विद्यमानत्वं। द्वितीय असमवायिकारणे परम्परासम्बन्धः आवश्यकः भवति। किमर्थम् एतदर्थं घटपरिमाणं कपाले अस्ति इति साधनीयं भवति इदं सर्वं कृत्वा। बुद्धं स्यात् भगिनि, अत्र स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणं, तत्र एवं वक्तुं शक्नुमः वा स्वसमवायि समवेतत्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्? हा, उत्तमप्रश्नः भगिनि। अग्रिमसप्ताहे इदमेव भवति। ओ, समवेतम् इत्युक्ते उपरि गमनं खलु, यः गुणः अथवा क्रिया, परन्तु वयं तु अधः गन्तुं यतामहे अधुना। घटपरिमाणं तः कपालपर्यन्तं गमनं, कथञ्चित् घटपरिमाणं कपालपर्यन्तं स्वीकृत्य गन्तव्यं भवति। तदर्थं सोपानमार्गेण अधः गच्छामः। स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति इति साधयित्वा तेन सम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणं। भवती यद् उक्तवती तत्तु उपरि गमनार्थं सोपानमस्ति। कपालतः कपालपरिमाणपर्यन्तं गच्छति चेत् तत्र समवेतत्वसम्बन्धः स्वीकार्यः भवति। अस्तु अस्तु अस्तु। भगिनी, यदि स्वसमवायि समवायेन सम्बन्धेन साधु नास्ति, समवायसम्बन्धेन घटपरिमाणं प्रति समवायित्व आवश्यकमस्ति, समवायित्व समवायसम्बन्धेन केवलं साधु नास्ति यद्वदति स्वसमवायि समवायसम्बन्धेन। आं, नाम स्वसमवायि घटः अपि च स्वघटपरिमाणं समवायि घट अपरसमवायि कपाल, सत्यं, समवायि समवायसम्बन्धेन तत्र समवाय इत्युक्ते द्रव्यं न दृश्यते, समवायित्व, सत्यम्। अन्यच्च समवायः इत्युक्ते कस्य समवायः, स्वसमवायिः तस्य समवायः इति वा अथवा यस्मिन् द्रव्ये अस्ति तस्य समवायः इति वा? तदर्थं प्रायः स्वसमवायि समवायित्व इति स्वीकृतम् इति चिन्तयामि। अस्तु, सरला भगिनी एव अग्रे पठतु। अहं नीता अस्मि महोदय। नीता भगिनी अस्ति, अस्तु अस्तु, पठतु। देयं यत् स्वसमवायी अपि च स्वाश्रयः इत्यत्र समानार्थकशब्दौ, अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्यपि समीचीनम्। समवायि आश्रयः इत्यनयोः मध्ये समवायि आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि समानं समवायि इतोपि सामान्यं समवायि आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि सामान्यं समवायि इतोपि विशिष्टं तावत् एव भेदः किन्तु अत्र द्वयोः उपयोगः शक्यः स्वाश्रयः स्वसमवायि उच्यतां भगिनि अहं सम्यक् न जानामि भगिनि अहं केवलं शृणोमि नास्ति चिन्ता सरला भगिनि किञ्चित् ध्येयं यत् स्वसमवायि अपि च स्व आश्रय इति यत्र समानार्थक शब्दौ यद् अधिकरणं स्वसमवायि उदाहरणं घटपरिमाणस्य समवायि अस्ति घट त घट तस्य आश्रय स्वाश्रय एकसमान तस्य अर्थम् एकसमानम् अस्ति अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति लक्ष्यमस्ति स्व आश्रय घटपरिमाण आश्रय घट समवायित्वसम्बन्धेन समवायसम्बन्धेन कपाले वर्तते घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति अतः समवायसम्बन्धेन कपालपरिमाणम् इति कारणं भवति इति अपि स्वाश्रयसमवायित्व अथवा स्वसमवायि समवायित्व इत्यपि साधु अग्रे अग्रे समवायि आश्रय इति अनयोः मध्ये आश्रयशब्दः इतोपि सामान्यं समवायि इतोपि दुश्शिष्टं तावत् एव भेदः तु समवायि आश्रय एकम् अर्थम् अस्ति समवेतम् आश्रितम् एकम् अर्थम् इति अहम् इदानीं जानीमः आश्रितं समवेतम् आधेय एकं समवायि आश्रय अधिकरणम् एकम् अर्थं सम्यक् किन्तु अत्र द्वयोः उपयोगः शक्यः स्वाश्रय स्वसमवायि परन्तु अत्र आश्रयशब्दः इतोपि सामान्यम् इति किमर्थम् उक्तम् आश्रय अधिकरणमस्ति स्वाश्रय स्वसमवायि एकम् अर्थम् अस्ति एकमस्ति परन्तु तत्र सामान्यम् इति उक्तं किमर्थं चेत् समवायसम्बन्धः न भवति चेत् अपि आश्रयशब्दः भवितुम् अर्हति यथा उत्पीठिकायां पुस्तकं तत्र उत्पीठिका आश्रयः परन्तु संयोगसम्बन्धः अस्ति तदर्थं विशिष्टप्रयोगः कृतः समवायि इति तत्र सुस्पष्टं भवति आश्रयः अस्ति अधिकरणं तु अस्ति इति स्पष्टं प्रथमतया तदनन्तरं समवायसम्बन्धेन आश्रयः अस्ति स्वसमवायि सम्बन्धम् अस्ति सङ्केतं करोति स्वाश्रय सम्बन्धस्य सङ्केतं न करोति समीचीनमस्ति अस्तु अग्रे जयन्ती भगिनी पठति वा किञ्चित् उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम् अधुना विपरीतं कुर्मः कार्यसम्बन्धः साक्षात् अधिकरणे कारणसम्बन्धः च अधिकरणे परम्परया कार्यकारणभावः साधनीयः अतः अस्माकं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितमेव अस्मिन् पर्याये अधिकरणं किं घटः घटपरिमाणं साक्षात् घटे च किन्तु कपालपरिमाणं स च कुत्र अस्ति कपाले पुनः घटे भवेत् इति वक्तव्यं चेत् परम्पर्या एव वक्तुं शक्यम्. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्पर्या कारणसम्बन्धः च परम्पर्या कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम्. कार्यं किम्? कार्यं तु घटपरिमाणम्. कारणं किम्? कपालपरिमाणम्. अधिकरणम्? अधिकरणे स्तः इति निरूपितः. कपालः समानाधिकरणम्. अधुना विपरीतं कुर्मः. अधिकरणं परम्परसम्बन्धेन, क्षम्यतां, कार्यपरम्परासम्बन्धेन अधिकरणे, परन्तु कारणं कपालपरिमाणम् इति साक्षात् अधिकरणे अस्तु अस्तु. उदाहरणे कार्यसम्बन्ध अधिकरणे परम्परया कारणसम्बन्धः अधिकरणे साक्षात् एव अस्ति इति. आम् आम् इति एतावता दृष्टम्. अग्रे किञ्चित् भिन्नम् अस्ति. कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया किञ्चित् भिन्नरीत्या स्वीकृत्य पश्यामः इति. अत्र यदा विपरीतदिशि गच्छामः तदा अधिकरणमपि भिन्नं भवति. अस्तु चिन्तयतु, कार्यसम्बन्धः साक्षात् स्यात् इति चेत् कार्यं कुत्र स्यात्? हलो जयन्ति भगिनि, साक्षात् कार्यं साक्षात् अधिकरणे अस्ति चेत् अधिकरणं किं स्यात् तदा? अधिकरणं घटः अत्र खलु. यदि कार्यसम्बन्धः साक्षात् कुत्रचित् अस्ति इति वदामः तदा कार्यं तु घटपरिमाणं. घटपरिमाणं साक्षात् कुत्र अस्ति? घटे अस्ति. घटे अस्ति, परम्परया अस्ति कपाले, साक्षात् तु घटे. तर्हि इदानीम् अधिकरणमपि भिन्नं जातं, विपरीतदिशि गमनार्थम् अधिकरणमपि भिन्नं जातम्. पुनः अग्रे कारणसम्बन्धः केन सम्बन्धेन घटे भवति? कारणसम्बन्धः ते परम्परया, परन्तु कारणसम्बन्धः तु कपाले अस्ति, तस्मिन् अधिकरणं तु कपालः. हा, परन्तु अधिकरणं भिन्नं जातं खलु अधुना विपरीतदिशि गमनार्थम्. आम्, विपरीतदिशि गन्तुं वयं किं कृतवन्तः? विपरीतदिशि गन्तुं कार्यसम्बन्धः साक्षात् अधिकरणे स्यात् इति स्वीकृतवन्तः. साक्षात् अधिकरणे स्यात् इत्युक्ते साक्षात् अधिकरणं तु घटः कार्यस्य. परन्तु कपालपरिमाणं घटयोः कीदृशसम्बन्धः? अत्र परम्परासम्बन्धेन साधनीयं भवति. कपालपरिमाणमपि घटे अस्ति इति परम्परया साधनीयम् अस्ति. अत्र उपरि गमनम् अस्ति, कपालपरिमाणतः घटं प्रति उपरि गमनं. पूर्वं किम् आसीत्? अधोगमनं, घटः घटपरिमाणं, घटः कपालः इति. अधुना किञ्चित् अधः गत्वा, कपालपर्यन्तं गत्वा पुनः उपरि गमनं घटपर्यन्तं, तथा अस्ति. तर्हि चित्रमेव भिन्ना भवति वा? चित्रं तथा एव स्यात्, किन्तु तत्र शरः भिन्नः स्यात् तावदेव. चित्रं तु अस्तु अस्तु. अधुना विपरीतं कुर्मः. कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया. कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितम् एव. कथम् अत्र घटः अधिकरणं कपालपरिमाणस्य घटपरिमाणस्य च इति साधनीयं भवति. अस्मिन् पर्याये अधिकरणं, पर्याये इत्युक्ते किं? क्रमे. अस्मिन् पर्याये अधिकरणं किं घटः? आम्, किमर्थम् इत्युक्ते अत्र कार्यं प्रति साक्षात् सम्बन्धः घटपरिमाणं घटयोः साक्षात् सम्बन्धः स्वीकुर्मश्चेत् घटः एव अधिकरणं घटपरिमाणं साक्षात् घटे च हा किन्तु कपालपरिमाणं स च कुत्र अस्ति कपाले अस्ति सः घटे भवेत् इति वक्तव्यं चेत् परम्पर्या एव वक्तुं शक्यं तदेव वयं दृष्टवन्तः परम्पर्या एव साधयितुं शक्नुमः यत् कपालपरिमाणं परम्परया घटे अस्ति इति साधनीयम् इति अग्रिमसप्ताहस्य विषयः भविष्यति अस्तु इदानीम् अवगतं भगिनी समवेतं कथं कुत्र प्रयुज्यते खलु भगिनी मम एकः प्रश्नः अस्ति अग्रे परिच्छेदं किन्तु अत्र द्वयोः उपयोगः शक्यः शक्यत् कृदन्त अस्ति वा क्रियापदम् अस्ति आं न तत् कृदन्तमेव अस्ति शक्यं कृदन्त अस्ति यथा भाव्यं तथा यत् प्रत्ययः इति चिन्तयामः करूपकृदन्तम् अस्ति शक्धातु शक्धातु अस्ति सत्यं यथा भाव्यम् इति पठित्वा पृष्टवती खलु तत् किं भवितव्यम् इत्यस्य अर्थे एव अस्ति भाव्यं तथैव शक्यमपि अस्तु अन्य कोऽपि प्रश्नः नो चेत् विरमामः शुभरात्रि धन्यवादः दशहरा कथमस्ति दशम विजयदशम्याः शुभाशयः विजयदशमी शुभाशयः धन्यवादः भगिनि धन्यवादः